पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 170 महादेव उवाच अत्र तीर्थात् परं तीर्थं सङ्गमाख्यमिति श्रुतम् अत्र साभ्रमदी गङ्गा मिलिता सागरेण तु तत्र स्नानं च दानं च कर्तव्यं विधिपूर्वकं यत्र स्नात्वादु मुच्यन्ते महापादकिनोऽपि ये तत्र श्राद्धं प्रकर्तव्यं स्वानां च हितमिच्छता यत्र वैदु कृते श्राद्धे पितृलोके वसेद्ध्रुवम् यत्र वै सागरो देवो नित्यं मिलति गङ्गया ब्रह्मः तत्र मुच्येद किमन्यैरितरैरखैः यत्र तीर्थं न जानन्ति लोका वै मन्दबुद्धयः तदा वै मम नाम्ना च कर्तव्यं तीर्थमुत्तमम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे सङ्गमतीर्थं नाम 70 अधिकशततमोऽध्यायः ॐ